ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसं माम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति अष्टाध्यायाः। अष्टाध्याय्यां तत्र प्रत्ययः प्रकृति प्रक्रिया च समग्रदृष्टिः। अस्माभिः तत्र केचन धातुविषये चिन्तनं कृतम्। अत्र लट् लकारस्य प्रथमपुरुष एकवचनस्य रूपम्, अनन्तरं त्वान्तरूपं, निजन्त लट् लकारस्य प्रथमपुरुष एकवचनरूपं, तुमुनान्तरूपम्, एतेषां धातूनां यः अभ्यासे प्रथम अभ्यासे यः तत्र ये धातवः तत्र सन्ति तेषां विषये कथं तत्र प्रक्रिया भवति, प्रत्ययमेलनेन तत्र धातुः किमपि परिवर्तनं भवति चेत् तत्र कथम् अन्तिमपदस्य निष्पत्तिः कथं वयं तत्र साधयामः, तस्य विषये अत्र चिन्तनं प्रचलति। अस्माभिः तत्र प्रथमे धातुविषये तत्र वक्तव्यं, धातुः ये अनुबन्धाः सन्ति तेषाम् आधारीकृत्य तत्र पदव्यवस्था भवति, अपि च धातुः यः अवशिष्टस्वरः तत् आधारीकृत्य तत्र धातु अनिट् वा सेट् वा इत्यपि वक्तव्यम्। अपि च अनन्तरं यदा प्रत्ययः आगच्छति, प्रत्ययमेलनं भवति, तत्र प्रत्ययस्य स्वभावः इत्युक्ते प्रथमे धातोः अनन्तरं यदा प्रत्ययः आगच्छति अस्माभिः प्रथमे तत्र सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा प्रथमसोपाने एव तस्य विषये चिन्तनं करणीयम्। अत्र यः प्रत्ययः सः सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः, किमर्थं चेत् प्रत्यय आधारीकृत्य धातु साक्षात् परे यः प्रत्ययः तत् आधारीकृत्य एव तत्र प्रक्रियाविषये चिन्तनं भवति, सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया। सार्वधातुकप्रक्रिया अस्ति चेत् घनचिन्तनम् आवश्यकं करणीयम्। सो घनचिन्तनम् इत्युक्ते कस्य गणस्य धातुः अस्ति, किमर्थं चेत् तत्र तस्य गणस्य विकरणप्रत्ययः एव अस्माभिः तत्र योजनीयम्। आर्धधातुकप्रक्रिया अस्ति चेत् घनचिन्तनम् अनावश्यकम्, धातु कस्य गणस्य अस्ति एतत् विचारः अनावश्यकम्। आर्धधातुकविषये तत्र कितनित् नितनित् अपि च कितनित् नितनित् भिन्न प्रत्ययः अस्ति चेत् तत् आधारीकृत्य तत्र अस्माभिः सूत्राणां विषये तत्र चिन्तनं करणीयम्। अस्माभिः पूर्वस्मिन् वर्गे तत्र गायधातुविषये सर्वम् अभवत् अहं चिन्तयामि। इदानीं तत्र माङ् माने इति धातुः दिवादिगणस्य माङ् धातु, तस्य विषये चिन्तनं तत्र कुर्मः अद्य अस्मिन् वर्गे। सो एजन्तानां धातूनाम् अस्माभिः पूर्वस्मिन् वर्गे तत्र केचन सूत्राणाम् अध्ययनं कृतवन्तः। सर्वे एजन्तधातवः औपदेशिक अवस्थायां तेषां तत्र आत्वं भवति, आदेच् उपदेशे अशीति। परन्तु अस्मिन् सूत्रे न केवलं विधिः अस्ति, इत्युक्ते एजन्तानां तत्र आत्वं भवति, अस्मिन् सूत्रे तत्र निषेधः अपि अस्ति। सो कार्यम् अशीति, शितिपरे आत्वं न भवति इति तस्य अर्थः अस्ति। सो यदा तत्र धातोः एजन्तधातोः अनन्तरं कोऽपि षित् प्रत्ययस्य विवक्षा अस्ति, अस्माभिः तत्र आदौ एव अस्माकं मनसि तत्र ज्ञानमस्ति अत्र षित् प्रत्ययः आयाति वा न आयाति। यदा एजन्त यथा गाय् धातुः एजन्तधातुः अन्ते एच् वर्णः अस्ति, सो यदा तत्र भुवादिगणस्य धातुः अस्ति, वयं जानीमः भुवादिगणस्य धातुः अस्ति चेत् लट् लकारे लोट् लकारे लङ् लकारे अपि च विधिलिङ् लकारे तत्र सार्वधातुकप्रक्रिया भवति, सार्वधातुकप्रक्रिया भवति चेत् तत्र शप् विकरणप्रत्ययः मध्ये आयाति, शप् विकरणप्रत्ययः शित् अस्ति। सो एतेषु चतुर्षु लकारेषु घञ् धातुः घान भवति. किमर्थं चेत् आदेच् उपदेचे अशिति इति सूत्रे शितिपरे निषेधः अस्ति आत्वस्य, अतः गै गै एव तिष्ठति. अत्र गै गा न भवति, परन्तु यदा तत्र अर्धदा अशित् प्रत्ययः कोऽपि अशित् प्रत्ययः परे आयाति, शित् भिन्न प्रत्ययः गै धातुः अनन्तरं तत्र तादृशविवक्षा अस्ति, तत्र प्रायशः एजन्तधातूनां तत्र आत्वं भवति इति अस्माभिः अस्माभिः तत्र पूर्वस्मिन् वर्गे एतस्य सूत्रस्य विषये तत्र चिन्तनं कृतम्. इदानीं तत्र माङ्धातुः अस्ति, माङ्धातुः मूले एव आकारान्तधातुः अस्ति, परन्तु एतत् धातुः दिवादिगणस्य अस्ति. सो प्रथमे धातुविषये, धातुः कीदृश अस्ति अत्र, धातुः परस्मैपदिन् वा आत्मनेपदिन् वा, अपि च धातु सेट् वा अनिट् वा इति सूत्राधारीकृत्य एव तत्र वक्तव्यम्. अस्तु, तर्हि माङ्धातुविषये चिन्तनं कुर्मः. कः अथवा का आरम्भं करोति? मञ्जरी भगिनी वक्तुमिच्छति वा भगिनी, माङ्धातुविषये धातु आत्मनेपदि वा परस्मैपदि वा, अपि च धातुः सेट् वा अनिट् वा इति कथं वयं तत्र तस्य परिशीलनं कथं कुर्मः? सिद्धः अस्ति वा भगिनि? वदतु. सिद्धा नास्मि. चिन्ता मास्तु. अत्र अत्र कः अनुबन्धवर्णः माङ्धातु मध्ये? कस्य इत् भवति अत्र अनुबन्धवर्णः इत्युक्ते कस्य वर्णस्य इत् अत्र इत् संज्ञा? स्क्रीन् मध्ये माङ्धातु न दृश्यते. स्क्रीन् दृश्यते वा? मया शेर् कृतं वा? अत्र अस्ति न दिवादिगणे माङ् माने इति धातुः दृश्यते महोदय. इदानीं दृश्यते? अत्र अस्ति दिवादिगणे तत्र माङ् माने इति धातु. चेतना भगिनी भवती एव वदतु माङ् विषये. माङ् दिवादिगणः धातुः, गणस्य धातुः, हलन्त्यम् इति सूत्रेण ऋकारस्य इत् भवति, अतः नित् अस्ति. अनुदात्त नित आत्मनेपदम् इति सूत्रेण आत्मनेपदी धातु अस्ति. तस्य कः अर्थः? आत्मनेपदी धातु अस्ति, सत्यं, तत् सत्यमस्ति. नित् धातुः, अतः अनुदात्त नित् अनुदातेत् धातुः अपि च नित् धातुः, एते सर्वे धातवः आत्मनेपदिनः भवन्ति. सो माङ् अपि तथैव अस्ति. आत्मनेपदी भवति चेत् तस्य कः अर्थः? आत्मने प्रत्यय आत्मनेपदी आत्मनेपदम् अपि च परस्मैपदम् इति संज्ञा व्याकरणे कस्य कृते? प्रत्ययकृते, प्रत्ययानां कृते. तत्र बहूनि प्रत्ययाः सन्ति, येषां कृते तत्र आत्मनेपदम् अपि च परस्मैपदम् इत्युक्ते यदा वयं वदामः धातुः आत्मनेपदी भवति, तस्य अर्थः अस्ति धातुः केवलम् आत्मनेपदी प्रत्ययः एव स्वीकरोति. तस्य अनन्तरम् अस्माभिः तत्र केवलम् आत्मनेपदी प्रत्ययः एव योजनीयम्. अत्र परस्मैपदी प्रत्ययः न आगन्तुं शक्यते, एतत् धातु न स्वीकरोति. धातु आत्मनेपदी अस्ति, अस्य आत्मनेपदम् एव भवति. आत्मनेपदम् इत्युक्ते तङ्गानाम् आत्मनेपदम् इति सूत्रम् अस्ति. सो एतत् धातु केवलम् आत्मनेपदि प्रत्ययः एव स्वीकरोति. अपि च सेटानिट् विषये अवशिष्ट मा अस्ति अत्र तु चिन्तनं नास्ति. प्रायशः अन्यट् धातु अस्ति इत्युक्ते अनुदातु अधोभागे तत्र रेखा भवेत्. एका च उपदेशे अनुदातात् इति सूत्रेण अनट् भवति. तस्य कः अर्थः अनट् अस्ति? एका च उपदेशे अनुदातात् इति सूत्रस्य कः अर्थः? यः निषेधसूत्रकः अस्ति अनुदातात् अस्ति चेत् इडागमः न भवति. अनुदातात् धातुः अनन्तरं यः धातुः न केवलम् अनुदातात् एका च अपि भवेत्. सो यः धातु एका च अस्ति अत्र मा अपि इदानीम् एका च अस्ति अत्र एकमेव आचवर्णः अस्ति अतः मा अपि एका च धातुः. अपि च अत्र यः दीर्घ आकारः अवशिष्टस्वरः यः तिष्ठति अत्र तस्य अधोभागे एकं चिह्नम् अस्ति लघुरेखा अस्ति अतः आकारः अनुदात् आकारः अनु तस्य प्रभेदः अनुदात् आकारः अतः तत् चिह्नं दृष्ट्वा वयम् अवगन्तुं शक्यते मा धातुः अनुदात् धातुः. सो अनुदात् धातोः अनन्तरं यदि प्रत्ययः इडन् प्रत्ययस्य इडागमः भवितुं शक्नोति परन्तु अनुदात् धातोः अनन्तरम् इडागमस्य निषेधः अस्ति अतः धातु अनिट् अस्ति. सो धातु अनिट् अस्ति अपि च धातु आत्मनेपदी अस्ति. इदानीं तत्र लट्लकारस्य प्रथमपुरुष एकवचनस्य रूपस्य विषये वदतु. तत् विवक्षा अस्ति अस्माकं मा धातुः विषये लट्लकारस्य एकवचनस्य रूपम् प्रथमे वर्तमाने लट् इति सूत्रेण मायोग लट् भवति. हलन्त्यं तस्य लोपः इति सूत्रेण टकारस्य इति भवति. अकारः उच्चारणार्थम् अतः ल अवशिष्यते. लस्य तिप्तस् झि सिप्तस्मस् तिस् तिप्तस् झि सिप्तस्थ मिप्वस्मस् तां च आथां द्वम् आथां द्वम् हास् इत्युक्ते तत्र थाः सकारस्य तत्र ससजोः रुः खरावसान् विसर्जनीय इति सूत्रेण तत्र विसर्गः आदेशः भवति. थास् अथां ध्वम् ध्वम् थास् अथां ध्वम् मिद् वहिं महिं न इट् वहिं महिं इकारः इट् वहिं वहिं महिं. परन्तु इदानीम् आत्मनेपदी सत् प्रत्यय धातु अस्ति आत्मनेपदी धातु अस्ति अतः तङानाम् आत्मनेपदम् इति सूत्रेण त स्वीकुर्मः. मा योग त भवति इत्युक्ते त इति प्रत्ययस्य कृते प्रथमपुरुषसंज्ञा अस्ति अपि च एकवचनसंज्ञा अस्ति. तानि सूत्राणि कानि? एकवचन द्विवचन त्रीणि त्रीणि प्रथम मध्यमोत्तमाः प्रथम तान्येकवचन द्विवचन बहुवचनान्येकषः बहुवचनानि इत्युक्ते तत्र बहुवचनानि एकषः वन् बै वन् तत्र एकवचन द्विवचन बहुवचन इति तानि इत्युक्ते यः त्रीणि त्रीणि ये त्रीणि त्रीणि त्रयाणां समूहः सन्ति तत्र प्रथमपुरुष मध्यमपुरुष एकवचन सो प्रथमपुरुष यस्य येषां कृते प्रथमपुरुष इति संज्ञा अस्ति तानि एकवचन द्विवचन बहुवचनानि एकशः एकशः इत्युक्ते वन् बै वन् देर् इस् ग्रूप् आफ् थ्री प्रत्ययस् वन् बै वन् तेषां कृते एकवचन द्विवचन बहुवचन सो यथासङ्ख्यम् अनुदेशः समानां सो यस्मिन् आर्डर् मध्ये तत्र उक्तम् अस्ति इत्युक्ते साइमल्टेनियस्लि फार् द फस्ट् वन् एकवचन फार् द सेकेण्ड् द्विवचन फार् द थर्ड् बहुवचन सो त इत्यस्य कृते न केवलं प्रथमपुरुष इति संज्ञा अपि च एकवचन इति संज्ञा अस्ति अपि च तङ्गानाम् आत्मनेपदम् इत्यनेन त अपि च महिङ्पर्यन्तं तत्र आत्मनेपदसंज्ञा अपि अस्ति अतः त एव अत्र योजयितुं शक्नुमः मा योग त इत्यनेन त आगन्तुं शक्यते धातु केवलम् आत्मनेपदी प्रत्ययः एव स्वीकरोति धातु आत्मनेपदी अस्ति अतः अस्माकं विवक्षा लट् प्रथमपुरुष एकवचनस्य अस्ति अतः त आगन्तुं शक्यते इदानीं वदतु त प्रत्ययस्य स्वभाव त प्रत्ययः सार्वधातुकम् अस्ति आत्मनेपदं पद्धि धातु अस्ति अतः टित् आत्मनेपदानां टेरे इति सूत्रेण त ते भवति मा योग ते भवति सार्वधातुकप्रत्ययः अस्ति अतः कर्तरि शप् इति सूत्रेण मा योग शप् योग ते भवति दिवादिगणस्य धातुः अस्ति अतः दिवादिभ्यः श्यन् इति सूत्रेण मा योग श्यन् योग ते भवति हलन्त्यं लशक्व तद्धिते तस्य इत्युक्ते भगिनि यदा तत्र मा योग त अस्ति तस्मिन् सोपाने सूत्रद्वयस्य एकत्र प्राप्तिः अस्ति कर्तरि शप् अपि च दिवादिभ्यः शन् तत्र द्वयोः सूत्रयोः मध्ये बलाबलचिन्तनं भवति कः सूत्रं बलवत् भवति दिवादिभ्यः शन् अपि च कर्तरि शप् द्वयोः सूत्रयोः मध्ये कः सम्बन्धः भगिनि दिवादिभ्यः शन् विशेषसूत्रमस्ति कर्तरि शप् सामान्यसूत्रमस्ति सो तत्र अपवादसूत्रम् अस्ति इत्युक्ते यत्र उत्तर अपवादसूत्रम् अस्ति अतः निरावकाशः अपवादस्य बलं बीजं सो कोऽपि सूत्रम् अष्टाध्यायीग्रन्थस्य कोऽपि सूत्रं निरावकाशः मा भवतु इति तत्र नियमस्ति अनेन नियमेन एव तत्र दिवादिभ्यः शन् इति सूत्रं तत्र बलवत् भवति कर्तरि शप् इत्यस्य अपेक्षया सो कर्तरि शप् इति सूत्रं सामान्यसूत्रम् उत्सर्गसूत्रमस्ति दिवादिभ्यः शन् इति केवलं दिवादिगणे ये दातवः तेषां विषये एव एतत् सूत्रं कार्यं करोति परन्तु कर्तरि शप् तु यस्य कस्य धातोः अनन्तरं तत्र कर्तर्थक् सार्वधातुप्रत्ययः अस्ति तत्र शप् आगन्तुं शक्यते परन्तु दिवादिगणे ये दातवः शन् तु केवलं शन् प्रत्ययः तु केवलं दिवादिगणे आगन्तुं शक्यते अतः द्वयोः सूत्रयोः मध्ये तत्र बलाबलचिन्तनं यदा भवति तदा दिवादिभ्यः शन् इति सूत्रं बलवत् भवति अतः तत्र शनेव आगच्छति शप् बाधित्वा शप् प्रभाद्य तत्र शन् इति आयाति शन् प्रत्ययः आयाति इदानीं वदतु महोदय कर्तरि शप् उत्सर्गसूत्रं वा सामान्य इत्युक्ते एतत् जनरल् नियम् अस्ति सर्वेभ्यः धातुभ्यः कर्तरिप्रयोगे अपि च सार्वधातुप्रत्ययपरे शप् प्रत्ययः एतत् प्रत्ययः आगन्तुं शक्यते अतः उत्सर्गसूत्रमस्ति उत्सर्ग अस्तु इदानीं हलन्त्यं लशक्वतद् इति तस्य लोपः भूत्वा य अवशिष्यते. मा योग य योग ते वर्णमेलनं मायते. आकारान्तधातूनां तत्र पुकागमः कदा भवति? मायते इति अन्तिमरूपं, तत्तु सत्यं. सो लट् लकारस्य प्रथमपुरुषे एकवचनस्य मा धातुः रूपम् अस्ति मायते. अत्र किमपि कार्यं नास्ति, केवलम् इदानीं वर्णमेलनम् अस्ति. मा य एण्ड् ते इति तत्र धातुः. टिता आत्मनेपदानां टेरे इति विषये अस्माभिः चिन्तनं कृतं वा पूर्वे कुत्रचित्? न कृतं. कृतं वा? इति सूत्रेण कस्य अत्र त प्रत्यये कस्य टी संज्ञा अस्ति? अन्तिमस्वर आरभ्य वर्णसमूहस्य अन्तिम वर्णपर्यन्तम्. सो अत्र कस्य टी संज्ञा? त प्रत्यये अकारस्य. सो तिता आत्मने अकारस्य प्रथमे टी संज्ञा भवति. जो अन्त्यादि टी, सो टी इति संज्ञा. अनन्तरं टिता आत्मनेपदानां टी इत्यस्य एः आदेशः भवति. यः टी इति अस्ति, टी भागः अस्ति, यस्य टी संज्ञा अस्ति, तस्य एकारादेशः भवति समूहस्य. अत्र तु अकारः एव अस्ति, अतः त ते भवति, एकारादेशः भवति. अपि च एतत् कार्यं कुत्र भवति? टित् लकारेषु, टित आत्मनेपदानां टेरे, अपि च आत्मनेपदे. सो लट् लकारः टित् लकारः, अतः अत्र टित आत्मनेपदानां टेरे इति सूत्रेण त ते भवति. मायते इति अन्तिमरूपम् अस्ति. इदानीं मम प्रश्नः अस्ति, अत्र मा धातुः आकारान्त धातुः. प्रायशः आकारान्तधातूनां कुत्रचित् पुक् आगमः अपि भवति, कुत्रचित् युक् आगमः अपि भवति, परन्तु उत्सर्गसूत्रं तु पुक् आगमस्य विषये अस्ति. सः पुक् इति आदेश, पुक् इति आगमः आकारान्तानां कदा भवति भगिनि? पुक् नौ इति नि परे अस्ति चेत्. नि इति इत्युक्ते निच्, निच् प्रत्यय. प्रायशः निच् प्रत्यय परे एव तत्र आकारान्तानां पुक् आगमः भवति. अस्तु अस्तु भगिनि, धन्यवादः. इदानीं मायोग त्वा प्रत्ययः. इदानीम् अस्माभिः चिन्तनं कृतं, मा धातुः नित् धातुः. नित् अस्ति चेत् अनुदातनित्त आत्मनेपदम् इति सूत्रेण मा धातु आत्मनेपदी धातु अस्ति. अत्र यः अवशिष्टस्वरः आकारः सः अनुदात् अस्ति, अतः धातु अनुदात् अस्ति. तेन किं भवति? धातु अनिट् अस्ति. सो यदा तत्र कोऽपि अर्धधातु प्रत्ययः परे योजयामः, तत्र इडागमस्य निषेधः अस्ति. किमर्थं चेत् आकारान्तधातुः प्रायशः ते अनिट् भवन्ति. सो मा धातुः अनिट् अस्ति, अत्र इडागमः न भवितुं शक्नोति. इदानीं त्वान्तरूपस्य विषये चिन्तनं कुर्मः. का वदति? मञ्जरी भगिनी, इदानीं वक्तुं शक्यते वा भगिनि? मा योगत्वा. आम् आचार्य, वदतु. मा योगत्वा, माङ् योगत्वा, तत्र भवती उक्तवती माङ् इति नित् अस्ति, अनुदात्त नित् आत्मनेपदम् इति सूत्रेण आत्मनेपदी भवति. अवशिष्टभागः अस्ति अनुदात्त अस्ति तथा अनिट् अस्ति तथा मा एव तत्र तिष्ठति तथा मा योगत्वा. अत्र आकारः अस्ति न, त्वा इति प्रत्यय. इदानीं प्रत्ययस्य स्वभावः, धातुविषये तु अभवत्, इदानीं प्रत्ययस्य विषये चिन्तनं कुर्मः. कीदृशप्रत्ययः अस्ति? स्वा इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति. कथम्? प्रथमे तत्र किं करणीयं? प्रथम सोपानं किम् अस्ति? सर्वधातु किञ्चित् सर्वधातुकमिति सूत्रेण तत्र षित् अपि नास्ति, तिङ् अपि नास्ति. सत्यं. केन सूत्रेण? आर्धधातुकं शेषः. आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकः. सत्यं. स्वा प्रत्ययः अर्धधातु कृत् प्रत्ययः अस्ति. कृत् संज्ञक अपि अस्ति. अतिङ् अस्ति अतः कृदतिङ् इति सूत्रेण एतत् कृत् संज्ञक अपि अस्ति. कृत् प्रत्ययः अस्ति. अनन्तरं मा इति धातु एकाश् अस्ति तत्र. प्रथमे प्रत्ययः आर्धधातुक अस्ति तत्तु अभवत्. अत्र के वर् अनुबन्धवर्णाः के अत्र? अनुबन्धवर्णाः अत्र त्वा अत्र ककारः अस्ति. ककारस्य केन सूत्रेण भवति? लशकु लशकु लशकु अतद्धिते अतद्धिते इति सूत्रेण ककारस्य इत् भूत्वा तत्र मा योग त्वा. इदानीम् आर्धधातुप्रत्ययः अस्ति अपि च अस्मिन् प्रत्यये ककारस्य इत् संज्ञा अस्ति. कीदृशप्रत्ययः अस्ति इदानीं त्वा इति प्रत्ययः? कित् प्रत्ययः. तत्र कित् विशिष्टकार्याणि भवति व्याकरणे. नित् विशिष्टकार्याणि, कित् विशिष्टकार्याणि. तत्र बहूनि सूत्राणि सन्ति यत्र कित्वस्य प्रयोजनं दृश्यते. कित्वम् अस्ति चेत् तत्र विशिष्टकार्यं भवति. तत्र वृद्धिनिषेधः गुणनिषेधः, वृद्धिनिषेधः तत्तु सामान्य अङ्गे यत् कार्यं भवति प्रत्यय आधारीकृत्य. परन्तु यदि प्रत्ययः कित्वं प्राप्नोति अथवा णित्वं प्राप्नोति चेत् अङ्गे तत्र कोऽपि गुणकार्यं वृद्धिकार्यं न भवति. परन्तु तत्र अन्यानि सूत्राणि अपि सन्ति. अस्माभिः तत्र पूर्वस्मिन् वर्गे एकं सूत्रं पठितं वा? वट् वास् देट् सूत्र? घूमा स्थापा घा जहाति साम हली. तत्र अपि कित्वस्य प्रयोजनं दृश्यते न? वाट् वास् अ सूत्र? घूमा स्था गापा जहाति साम हली इति सूत्रे. सूत्रेण हलादि प्रत्ययः अस्ति, कित् अस्ति, णित् अस्ति, तथा आतः स्थाने आ स्थाने इ इति आदेशः भवति. दीर्घ इ दीर्घ इ इति आदेशः भवति. इदानीम् एतत् सूत्रं शृणोतु भगिनि. भूमा स्थापा इति जहाति सां हलि इति सूत्रस्य एकम् अपवाद सूत्रम् अस्ति. ध्यति स्यति मा स्थाम् स्थामिति किति. सो मा तत्रापि मा उक्तमस्ति. सो ध्यति सति एकनिमिषः एतत् शेर् करोमि भगिनि. अत्र तु नास्ति. वन् सेकेण्ड् भगिनि. बिकास् अत्र तत् अत्र दीर्घ आकार अत्रापि हलादि कित् प्रत्ययः परे अस्ति. इत्युक्ते त्वा प्रत्ययः हलादि अस्ति अपि च कित् कित् प्रत्ययः अस्ति. इदानीं तत्र घूमा स्थापा इति सूत्रस्य प्रसक्तिः इति दृश्यते. परन्तु एतत् सूत्रस्य अपवाद सूत्रमपि अस्ति. एकनिमिषम् अत्र वेब्सैट् दृश्यते वा भगिनि? अष्टाध्यायी डाट् कां दृश्यते वा? दृश्यते महोदय. सो घूमा स्थापा इट् वास् दीर्घु घू भूसंज्ञकानां घूमा कमी इट् वास् अच्छा घू संज्ञा सारी घू इति ह्रस्वकारः घूसंज्ञा कुत्र अस्ति ह्रस्वकार सिक्स् फोर् सिक्स्टि सिक्स् महोदय सिक्स् फोर् सिक्स्टि सिक्स् I was typing dhu or ghu. So, ghu ma sthapa ga jahati saam hali iti sutre na tatra ma dhatu vishay api uktam asti asmin sutre. So, ma dhatu hu pare kopi haladi kit pratyaha asti chet anena sutre na tasi iit iti adeshaha asti. So, atra api tva pratyaha haladi asti ado tatra तकारः अस्ति तकारः हल् वर्णः अपि च अत्र ककारस्य इत्संज्ञा अस्ति अतः सः कित् प्रत्ययः अपि अस्ति सो हलादि कित् प्रत्ययः त्वा प्रत्ययः सो एतत् सूत्रं तत्र प्रसक्तः भवति एतत् सूत्रस्य कार्यम् एतत् सूत्रम् आगत्य वदति मम कार्यक्षेत्रं परन्तु एतत् सूत्रस्य कृते तत्र एकम् अपवाद सूत्रम् अस्ति ध्यति स्यति ध्यति ध्यति स्यति हाम् अत्र 7440 ध्यति स्यति मा स्थां ह्रस्व इत् अत्र तपरकरणम् अस्ति परन्तु ह्रस्व इकारः दृश्यते पूर्वस्मिन् सूत्रे तत्र ईत् इति आदेशः अत्र इत् इति आदेशः परन्तु अत्र हलादिकित् न उक्तमस्ति अत्र तकारादिकित् प्रत्ययः सो तकारादि कित् प्रत्ययपरे एव एतत् कार्यमस्ति सो त्वा तव तु क्त एते सर्वे हलादि कित् प्रत्ययः त्वा प्रत्यये अपि ककारस्य इत् आदौ तकारः अस्ति तव तु प्रत्यये अपि ककारस्य इत् आदौ तकारः अस्ति क्त प्रत्ययः अपि तत्र ककारस्य इत् अपि च आदिमवर्णः तकारः सो एतत् सूत्रं केवलं तकारादि कित् प्रत्यये एव कार्यं करोति परन्तु घूमा स्थापा इति सूत्रे तत् हलि इति उक्तमस्ति तत्र हल् वर्णः विशेषरूपेण न उक्तमस्ति यत्किमपि हल् वर्णः अपि च न केवलं किति परे कार्यमस्ति निति परे अपि तत्र कार्यमस्ति ईत्वं दीर्घ ईकारः यः कार्यमस्ति सः किति परे अपि भवति निति परे अपि भवति अपि च सः कित् नित् प्रत्ययः हलादि भवेत् परन्तु अस्मिन् सूत्रे तु साक्षात् उक्तं तकारादि कित् प्रत्ययः परे अस्ति चेत् मा धातुः एतत् सूत्रं घूमा स्थापा इति सूत्रं बाधित्वा अनेन सूत्रेण तत्र ह्रस्व इकारादेशः न तु दीर्घ इकारादेशः सो अत्र यदा तत्र मायोग त्वा अस्ति त्वा प्रत्ययः तकारादि कित् अस्ति अतः तत्र मा आकारस्य स्थाने तत्र इत् आदेशः भवति ह्रस्व इति आदेशः भवति सो इदानीं किं भवति मा मि भवति अनेन सूत्रेण त्वा इति प्रत्ययः तकारादि कित् प्रत्ययः तत्र ककारस्य इत्संज्ञा अस्ति लषकु आदित्य इति सूत्रे तो किति अस्ति सप्तमी अस्ति अत्र कित् इत्युक्ते अत्र सप्तमी किति तथैव ति इति सप्तमी कीदृशकिति ति तकारादि कित् प्रत्ययः सो यदा प्रत्ययस्य ग्रहणं भवति तत्र यः यदि कोऽपि विशेषणमस्ति तत्र आदिं वर्णस्य, बिकास् इट् इस् सप्तमी न, सो सप्तमी सप्तमी निमित्तम् अस्ति चेत् यः तत्र तस्य साक्षात् पूर्वे कार्यं भवति. सो तकारादि इत्युक्ते अत्र कथं जानीमः तकारः आदिं वर्णः, तत्र एकं परिभाषा अस्ति. सो तकारादिप्रत्ययः कित् प्रत्ययः परे अस्ति चेत् एतेषां धातूनां, यस्मिन् मा अपि उक्तमस्ति, स्था धातु अपि उक्तमस्ति, सो एतेषां धातूनाम् अत्र पश्यतु, सो फोर् धातूस् आर् अस्मिन् सूत्रे केवलं चतुर्णां धातूनां विषये एव उक्तमस्ति, दो सो मा एण्ड् स्था. सो एतेषां चतुर्णां धातूनाम् अनन्तरं तकारादि कित् प्रत्ययपरे दीर्घ ई आदेशः न भवति, हलादि कित् कित्नित्व परन्तु ह्रस्व इति आदेशः भवति. अत्र उक्तमस्ति तकारादि कित् प्रत्ययः के क्त क्तवतु अपि च त्वा, एते सर्वे तकारादि कित् प्रत्ययः. अतः एतत् सूत्रस्य कृते तत्र कार्यक्षेत्रं लघु अस्ति, परन्तु घूमास्थापा इति सूत्रस्य कृते हलादि कितनि तत्र कार्यक्षेत्रं बृहद् अस्ति. अतः तस्य सूत्रस्य कृते एतत् सूत्रम् अपवाद सूत्रं भवति, लघुकार्यक्षेत्रम् अस्ति इति कृत्वा. सो इदानीं मा योगत्वा अस्ति चेत् ध्यति स्यति मा स्थाम् इति किति इति सूत्रेण तत्र इत् आदेशः भवति. अन्तिम इत्युक्ते अत्रापि विशेषणविशेष्यभावः अस्ति. सो यत्र यत्र सूत्रे निमित्तस्य कृते विशेषणविशेष्यभावः अस्ति तत्र प्रायशः अन्तिमवर्णस्य स्थाने एव कार्यम् अस्ति, सम्पूर्णमास्थाने इत् आदेशः नास्ति. सो तत्र अन्तिमवर्णस्य स्थाने कार्यम् अस्ति, तस्य कृते परिभाषासूत्रं किम्? वट् इस् द परिभाषासूत्रं फार् देट् यत्र षष्ठीनिर्दिष्टः अथवा विशेषण यत्र विशेषणविशेष्यभावः दृश्यते तत्र अन्तिमवर्णस्य स्थाने कार्यमस्ति, तस्य परिभाषासूत्रं किम् अस्ति? मयापि एकमस्ति यथा तत्र सार्वधातुकार्धधातुकयोः इति सूत्रे तत्र अन्तिम विशेषणस्य स्थाने तु कार्यं भवति, परन्तु सः विशेषणं यस्य अन्ते भवति तत्रापि कार्यं भवति. तस्य कृते एकं परिभाषासूत्रमस्ति न, तत् किं कोऽपि स्मारयतु? लक्ष्मीभगिनी, सूत्रं किमस्ति येन वयं ज्ञातुं शक्यते तत्र अन्तिम वर्णस्य स्थाने कार्यं भवति? ध्वनिः श्रूयते वा? श्रूयते, सम्यक् श्रूयते. तत्र वर्ण येन विधि तदन्तस्य वा, तदन्तविधिः. सो येन विधि तदन्तस्य इति सूत्रेण किम्? येन विशेषणेन, येन विशेषणेन विधि उक्तमस्ति, सः विधिः विशेषणस्थाने विशेषणस्य भवति अपि च, परन्तु अत्र स्थानी अत्र षष्ठीबहुवचनं यः अस्ति, स्थानीवर्णः यः अस्ति सः मा इति स्थानीवर्णः, इत्युक्ते अस्माकं विषये तु मा इति स्थानीवर्णमस्ति. सो अत्र ध्यति स्यति मा स्थाम् इति यः षष्ठी बहुवचनमस्ति सः अङ्गस्य इत्यस्य कृते विशेषणमस्ति. अङ्गस्य इति पदम् अत्र अङ्गस्य इति अधिकारः अस्ति. सो अङ्गस्य इति पदमपि षष्ठी एक षष्ठी अङ्गानाम् इत्युक्ते एतेषाम् अङ्गानाम् अत्र वचनपरिणामं कृत्वा द्यति सति मा स्थाम् अङ्गानां तत्र इत् इति आदेशः भवति किति ति किति प्रत्यपरे सो अत्रापि विशेषणविशेष्यभावः अस्ति स्थानिवर्णः एते सर्वे दातवः सो एतेषाम् अङ्गानाम् एतेषाम् अङ्गानां सो अङ्गानां तत्र इति आदेशः भवति सो यस्मिन् सूत्रे विशेषणविशेष्य षष्ठीनिर्दिष्टः आदेशः इत्युक्ते मा स्थाने इत् आदेशः परन्तु अत्र षष्ठीनिर्दिष्टः आदेशः अस्ति अपि च एकाच आदेशः अस्ति इकारः एव आदेशः अस्ति सो अत्र वट् वास् देट् अनदर् सूत्रम् अनेकाच् आदेशः यः आदेशः अनेकाच् अस्ति सः सर्वस्य स्थाने भवति दी सूत्रस् आर् देर् इन् आर्डर् वट् इस् द सूत्रसङ्ख्या आफ् दिस् येन विधि तदन्तस्य वी हेव् टु रिमेम्बर् सर्वस्य 1172 these are in 170 atra pashyatu taparah tatkalasya adirantena sahita 72 yena vidit adantasya then 1174 75 अनेकाश्चित् सर्वस्य इति सूत्रस्य सूत्रसङ्ख्या का अनेकाश्चित् सर्वस्य 1155 सो एतत् येन विधि तदन्तस्य इति आरभ्य तत्र कस्य अन्तिमवर्णस्य स्थाने वा सम्पूर्णाङ्गस्य स्थाने वा कार्यं तस्य कृते तत्र एतानि परिभाषासूत्राणि सन्ति यदि वयं पुस्तकं पश्यामः अष्टाध्यायी सूत्रपाठः 1170 प्रथम अध्याये प्रथमपादे See all these sutras we have read if we start from pustakam asti va putasankhya 38 ite pashyatu putasankhya 38 ite tatra prathame tatra acho antyadi t ite 64 sutram asti anantaram alo antyat purvam upada iti upada sangya asti अनन्तरं तस्मिन् इति निर्दिष्टे पूर्वस्य एतत् सूत्रमपि पठितं तस्मादिति उत्तरस्य अनन्तरं स्वं रूपं शब्दस्य अशब्दसङ्ख्या इति अपि पठितम् अनुदितसवर्णस्य च प्रत्ययः अपि पठितं तपरः तत्कालस्य आदिरन्तेन सहितः इति प्रत्याहारस्य सूत्रमस्ति आदिरन्तेन सहिता सह इता इति प्रत्याहार अत्र प्रत्याहार न उक्तमस्ति इत्युक्ते प्रत्याहारसूत्रमेव एतत् संज्ञासूत्रमस्ति प्रत्याहारसंज्ञा आदिरन्तेन सहिता सह इता देन् वेन विधि तदन्तस्य अत्र अनन्तरं द्वितीयपादे सो अत्र येन विधि तदन्तस्य इति सूत्रे येन इति यः तृतीयान्तं पदमस्ति येन इत्युक्ते येन विशेषणेन सो येन विशेषणेन विधिः उक्तमस्ति सो अत्र केन विशेषेण अस्माकं सूत्रे द्यति स्यति मा स्थाम् इति विशेषणम् अस्ति. कस्य कृते विशेषणम् अस्ति? अङ्गानाम् इति अस्य कृते. सो एतेषाम् अङ्गानां, सो कीदृश अङ्गानां? द्यति इति अङ्ग, मा इति मारूपी अङ्गं, स्थारूपी अङ्गं. सो एतेषां सर्वेषाम् अङ्गानां तत्र इत् इति आदेशः भवति. सो येन विशेषणेन विधिः यस्मिन् सूत्रे उक्तम् अस्ति तत्र सः प्रायशः इत्युक्ते उत्सर्गरूपेण जनरल् नियम आधारेण तत्र अन्तिम अल् स्थाने विधिः भवति. येन विधि तदन्तस्य, अतः अत्र यदा मायोगत्वा अस्ति अत्र यः इत् इति आदेशः सः सम्पूर्ण अङ्गस्य स्थाने न भवति. अपि च आदेशः कीदृश आदेशः अस्ति? एकालादेशः अस्ति, अनेकालादेशः नास्ति, एकालादेशः अस्ति. इकारः, इकारः एकमेव अल्वर्णः. सो अत्र अनेकाल्षित् इति सर्वस्य एतस्य एतत् सूत्रं तु किमस्ति, अपवाद सूत्रम् अस्ति. सो अलो अनन्त्यस्य, अलः अन्त्यस्य, अलो अनन्त्यस्य इति आदेशविषये, अनेकाल्षित् सर्वस्यापि आदेशविषये. सो अलो अनन्त्यस्य इति सूत्रेण यः अन्तिम अल् स्थाने प्रायशः यः आदेशः अस्ति सः अन्तिम अल् स्थाने भवति इति सूत्रं, स्थानिवर्णः. सो यत्र स्थानी, अत्र स्थानिवर्णः दीर्घ आकारः एव अस्ति, न तु सम्पूर्णमा स्थाने इतादेशः भवति. सो इत्युक्ते येन विधि तदन्तस्य अपि च अलो अनन्त्यस्य सूत्रद्वयस्य आधारेण तत्र वयम् अवगन्तुं शक्यते अत्र केवलम् आ इत्यस्य स्थाने एव आदेशः, न तु सम्पूर्णमा स्थाने. अतः मा तथैव तिष्ठति, दीर्घ आकारस्य स्थाने तत्र रस्व इ इति आदेशः भवति. सो इट् बिकम्स् मि योगत्वा. सो दीस् परिभाषास् टू परिभाषा सूत्रास् आल्सो वी हेव् टु इण्डिकेट् दीस् टू सूत्रास् आल्सो. वै इति आदेशः केवलम् आकारस्य, वै नाट् सम्पूर्ण अङ्गस्य? सो येन विधि तदन्तस्य अपि च अलो अनन्त्यस्य. सो अलम् अनन्त्यस्य इति उत्सर्गसूत्रम्, अनेकाल्षित् सर्वस्य इति अपवादसूत्रम्. अपि अनन्तरम् अत्र अस्ति निच्च. सो निच्च यः आदेशः, यस्मिन् आदेशे नित्वम् अस्ति, कस्मिंश्चित् आदेशे यदि नकारस्य इत्संज्ञा अस्ति, सः यद्यपि अनेकाल् अस्ति तथापि सः अन्तिमाल् स्थाने एव भवति. सो दिस् इस् निच्च इति सूत्रम् अनेकाल्षित् सर्वस्य इत्यस्य अपवाद सूत्रम् अस्ति. वी हेव् टु रिमेम्बर् गो थ्रू दीस् परिभाषा सूत्रास्, read them again and again, because whenever you are doing the prakriya you should know all these things. Why kevalam asthane ev e adeshah? Why not sampurna angasya sthane, ma itasya sthane? So that is the prayojan of the paribhasha sutras. Sangya and paribhasha sutras are very important when we are deciding about some vidhi sutram. सो इदानीं वदतु भगिनी, मा योगत्वा इत्यस्य ध्यतिष्यति इत्यनेन किं भवति? मा योगत्वा तत्र अन्तिम आकारस्य ह्रस्व इ भवति, भूत्वा मि भवति. मि योगत्वा अन्तिमरूपं भवति मित्वा. मित्वा, मित्वा इति इदानीं त्वा प्रत्ययः वयं जानीमः तस्य कृते अव्यसंज्ञा अस्ति प्रत्ययस्य कृते, अतः तत्र एकमेव रूपं भवति. अव्ययाद् आप् सुपः इति सूत्रेण तत्र सुप् प्रत्ययानां लुक् भवति, अतः एकमेव रूपम् अस्ति. सो मित्वा इति रूपम्. सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति वा? नास्ति चेत् भवती अत्र त्यति स्यति स्थाने दो अपि च सो लिखितमस्ति. अत्र किमर्थम् अत्र ध्यति इति लिखितमस्ति, तदेव प्रश्नः वा भगिनि? न, द्यति सति मा स्थाम् अस्ति खलु. एक्स्प्लेनेशन् मध्ये दो अण्ड् सो, द्यस्थाने दो, स्थाने सो लिखितम् अस्ति. इत्युक्ते धातु धातु एतत् एजन्त धो इति धातुः धातु एव झति दो धातु एव झति इति रूपं द्विवादिगणस्य धातुः अस्ति. झति लट्लकारस्य एकवचन रूपम् अस्ति. तत्रापि एकं सूत्रमस्ति तत्र भगिनी, इक्षिप्तो सूत्रे यदा तत्र एकं परिभाषा स्वार्थिकम् अस्ति इक्षिप्तो किमस्ति, सो कीप् आन् फार्गेटिङ्ग्, एक्चुलि ऐ एम् आल्सो नाट् रिवैसिङ्ग् दीस् डेस्, ऐ एम् बिजि. सो एकं सूत्रमस्ति तत्र सूत्रेषु कुत्रचित् महर्षिणा तत्र रूपं दत्तमस्ति, यथा अत्र अस्मिन् सूत्रे दो न उक्तं, द्यति उक्तं, स्यति उक्तम्. किमर्थम् एतादृशः तत्र मा स्थाने तु मा एव उक्तं, स्थाने स्था एव उक्तं, तत्र किञ्चित् प्रयोजनम् अस्ति. एकं तत्र परिभाषा अस्ति इक्षिप्तो, अत्र तु परिभाषा न द्रष्टुं शक्यते न, परिभाषा इन्दुशेखर, अत्र परिभाषा इन्दुशेखर ग्रन्थम् अस्ति वा? अस्ति. इक्षिप्तो धातुनिर्देशः इति एकम्, इक्षिप्तो धातुनिर्देशः इति एकं तत्र वार्तिकम् अस्ति. वार्तिकानां विषये कस्मिंश्चित् सूत्रे दत्तमस्ति. वाट् वास् दट् सूत्र? सो ऐ विल् शेर् दिस् वार्तिकं लेटर् आन्. अनेन अनेन वार्तिकेन तत्र कस्यचित् सूत्रे यदा धातुनिर्देशः अस्ति न, धातुनिर्देशे, सो महर्षि पाणिनि हेस् डन् either he has added this ik iti pratyah or shit iti pratyah. Ikshipto dhatu nirdeshah iti tadrshya ekam paribhasha asti. So kutrachit kevalam e eva tatra dhatu hu anantaram e ik rupi pratyah etat pratyah ik apicha shit pratyah kevalam dhatu nirdeshe eva etesh एतयोः प्रयोगः भवति. इत्युक्ते सूत्रे सूत्रेषु पाणिनिसूत्रेषु यदा धातुनिर्देशः पाणिनिमहर्षिणा कृतम् अस्ति, तत्र कुत्रचित् धातोः अनन्तरम् इक् रूपी प्रत्ययः दृश्यते, कुत्रचित् शिति इति प्रत्ययः अपि दृश्यते. शिति प्रत्यये शकारस्य इति अस्ति, ति इति अवशिष्टभागः, यथा ध्यति धो इति यः अस्ति सः ध्यति भवति, द्विवादिगणस्य धातुः अस्ति. सो तादृश एकं वार्तिकं तत्र वार्तिकारेण तथा तेषां धातूनां विषये एकं वार्तिकं दत्तं. कुत्रचित् धातुः विषये तत्र इक् इति प्रत्ययः दृश्यते, कुत्रचित् क्षिति इति प्रत्ययः दृश्यते. सो इक्षिप्तो धातुनिर्देशः एव वार्तिकम् अस्ति. ऐ डोण्ट् थिङ्क् वी विल् गेट् इट् फै टैप्. आम् अत्र अस्ति, अत्र पश्यतु, इक्ष् अत्र अस्ति न भगिनि, इक्षिप् क्षिप्तौ धातुनिर्देशः अस्मिन् सूत्रे. एतत् सम्वेर् एल्स् आल्सो देर् इस् सम् परिभाषा. इक्षिप्तो धातुनिर्देशः इति अनेन वार्तिकेन तत्रचित् धातुनिर्देशार्थं महर्षिणा कुत्रचित् इक् इति प्रत्ययः योजितं, कुत्रचित् स्टिप् इति प्रत्ययः योजितं. स्टिप् इति प्रत्ययः सो अत्र ध्यति स्यति इति यः, तत्र तिप् इति प्रत्ययः, स्टिप् इति प्रत्ययः. एकमस्ति इक् प्रत्ययः, द्वितीयमस्ति क्ष्टिप् इति प्रत्ययः. षकारः, तकारः, इकारः, पकारः. सो तत्र षकार पकारयोः इत्संज्ञा भवति अस्मिन् प्रत्यये. दिस् दीस् टु प्रत्ययास् आर् ओन्ली फार् धातुनिर्देशः. कुत्र? सूत्रेषु. सूत्रेषु यदा धातुनिर्देशः महर्षिणा कृतम् अस्ति, कुत्रचित् इक् प्रत्ययस्य प्रयोगः दृश्यते, कुत्रचित् स्टिप् प्रत्ययस्य प्रयोगः दृश्यते. स्टिप् प्रत्ययः शित् अपि अस्ति, पित् अपि अस्ति. सो तत्र किञ्चित् गुणकार्यमपि भवति. सो अत्रापि ध्यति स्यति इति यः सूत्रम् अस्ति, अनेन वार्तिकेन प्रायशः तत्र तत्र स्टिप् प्रत्ययस्य प्रयोगः दृश्यते. सो मूले तत्र धो इति धातु, सो इति धातुः, न तु ध्यति इति. ध्यति इति तु रूपम् अस्ति. अवगतं वा भगिनि? सो अस्मिन् सूत्रे ध्यति स्यति विषये तथैव. तत्र यदा वयं तत्र पुकागमस्य कः सूत्रमस्ति भगिनि? आर्त्रि, ह्रि, व्लि, रि, कनुयि, क्षमायि, आतां, पुग्नौ इति सूत्रे यः अर्ति अस्ति, अर्ति इत्यनेन किम्? ऋकारः. ऋकारः. तत्रापि ष्टिप् प्रत्ययस्य प्रयोगः दृश्यते. ऋकारस्य गुणः अर् भवति. ष्टिप् प्रत्ययः षित् अपि अस्ति, पित् अपि अस्ति. सो ति इति अवशिष्टभागः. इट् लुक्स् लैक् दिस् प्रथमपुरुष एकवचनं परस्मैपदीरूपं टिप् प्रत्ययः, बट् इट् इस् नाट् टिप् प्रत्ययः, इट् इस् स्टिप् प्रत्ययः. सो द रू बिकम्स् अर् एण्ड् इट् बिकम्स् अर्ति. सो अर्ति इत्यनेन अनेन वार्तिकेन एव अवगन्तुं शक्यते इक्षिप्तो धातुनिर्देशः इति वार्तिकम् अस्ति. सो यत्र यत्र सूत्रेषु कुत्रचित् धातुरूप साक्षात् न दृश्यते, यथा अर्ति इति, तत्र अर्ति इति कोऽपि धातु नास्ति, ध्यति इति कोऽपि धातु नास्ति, स्यति धातु नास्ति. अर्ति इति ऋकारस्य ग्रहणं. सो ऋकारधातुः. तथैव द्यति इति सूत्रे यः, अस्मिन् सूत्रे यः द्यति अस्ति, सः दो इति धातु इति तत्र उक्तमस्ति. अनेन वार्तिकेन इक्षिप्तो धातुनिर्देशः इति वार्तिकम् अस्ति. सो कुत्रचित् सूत्रेषु यदा तत्र साक्षात् धातु न दृश्यते, तत्र प्रयोजनम् अस्ति. परन्तु तत् तत्र पठनीयं, किं प्रयोजनं, कुत्र इक् योजनीयं, कुत्र स्टिप् योजनीयं, कोऽपि प्रयोजनम् अस्ति वा इति तत्र सर्वं तत्र द्रष्टव्यं भगिनि एकवारम्. अनेन एव तत्र एतत् सूत्रस्य वयं व्याख्या द्रष्टुं शक्यते. अस्तु, इदानीं मा धातुः निजन्त लट् लकार प्रथमपुरुष एकवचनरूपं का वदति? कृपया स्वयम् अग्रे आगच्छतु. अहं वदामि मध्ये. लेफ्ट् ऐ थिङ्क् पूर्णिमा भगिनि. चिन्ता मास्तु, चिन्ता मास्तु. शृणोतु, शृणोतु. आं भगिनि, भवती एव वदतु. निच् निच् लट् लकारस्य प्रथमपुरुष एकवचनरूपम्. हेतुमति च इति सूत्रेण मा योग निच् भवति. हलन्त्यं चुटु इति सूत्रेण चकारस्य अपि च णकारस्य इत् भवति, तस्य लोपः भूत्वा इकारः तिष्ठति. इदानीं पुक् आगमः किमर्थम् आताम् इत्युक्ते आर्ति री ह्री ही व्लि री कनुयि इति सूत्रे एतद् धातु न उक्तमस्ति, परन्तु अन्ते आताम् इत्यपि उक्तमस्ति. सो आताम् इत्यनेन आकारान्तानां सर्वे आकारान्तदातवः सन्ति, दा मा धा रूपी धातु सन्ति. सो सर्वे आकारान्तानाम् अपि पुकागमः भवति, न केवलम् एते विशिष्टधातूनां रू ह्री व्लीरि कनुयि एतेषां धातूनां, परन्तु आकारान्तानाम् अपि. सूत्रे एव उक्तमस्ति आकारान्तानां तेषामपि तत्र पुकागमः भवति. कदा भवति? निच् प्रत्ययपरे, नि इति नौ इत्यनेन निच् नी रूपी प्रत्ययः ये सन्ति. तत्र प्रत्ययद्वयमेव, एकमस्ति निच् द्वितीयमस्ति नीनि प्रत्ययः. तत्रापि नी इति अवशिष् नी इति आदौ श्रूयते, अतः तत्र णौ इति उक्तमस्ति. इदानीं वदतु भगिनि. पुकागमः भवति आद्यन्तौ टकितौ इति सूत्रेण मा योग पुक् योग इ भवति. हलन्त्यमिति सूत्रेण ककारस्य यत् उकारः उच्चारणार्थं प अवशिष्यते, मा योग प योग नि इ, अतः मापि इति नूतनधातुः सनाद्यन्तः धातवः इति सूत्रेण. पुकागमः कित् अस्ति, पुकागमः कित् आगमः, अतः कित् आर्तधातुक कित् प्रत्ययः अस्ति. कः पुक्? पुक् इति आगमः अस्ति, प्रत्ययतो आगमः प्रत्ययः भिन्नः, आगमः अस्ति प्रत्ययः नास्ति भगिनि. पुक् आगमः भवति. सो आगमः पुक् अस्ति चेत् कित् अस्ति चेत् आगमः आगमेषु अपि इति संज्ञा करणीयम्. आगमेषु आदेशेषु प्रत्ययेषु धातुषु सो सर्वेषु एतेषु आदेशेषु तत्र इति संज्ञा करणीयम्. सो पुक् आगमे अपि कित् ककारस्य इत् अस्ति, तेन किं तस्य कः प्रयोजनं? अत्र प्रयोजनं नास्ति खलु, किमिति प्रयोजनमस्ति न? हौ डु यु नो देट् ऐ हेव् टु पुट् इट् आफ्टर् आतन्त्यौ टकितौ? प्रयोजनमस्ति, आगमिषु अपि कित्वं टित्वं नो चेत् मित्वं द्रष्टव्यम्. आगमेशेषु प्रायशः केवलं कित्वस्य प्रयोजनं, टित्वस्य प्रयोजनम् अपि च मित्वस्य प्रयोजनम्. अत्र तु कित्वमस्ति, पुक् आगमे कित्वमस्ति, अतः आद्यन्तौ टकितौ. सो देर् आर् ओन्लि टु फार् द आगमस्. हौ टु डिसैड् वै टु पुट् द आगम, वी हेव् ओन्लि टु सूत्रास्, आद्यन्तौ टकितौ एण्ड् द सेकेण्ड् सूत्र इस् मिदचो अन्त्यात् परः. यः मित् आगमः सः अन्तिमाच् परे भवति. अत्रापि इदानीं वदतु मापि इति आगमः अपि धातोः अनन्तरम् आयाति, प्रत्ययः गन्तुं शक्यते न? ओ, प्रत्ययस्य प्रत्ययस्य आगमः यथा इड् इति आगमः, इट् इति आगमः प्रत्ययस्य आगमः. यस्य आगमः तस्य आदौ. अत्र मा धातूनाम् आकारान् धातूनाम् आगमः पुक् इति आगमः. सो अत्र धातु आगमः भवति, पुक् आगमः कित् अस्ति, अतः आद्यन्तौ टकितौ इत्यनेन यस्य आगमः तस्य अन्ते. सो मा इत्यस्य अन्ते, परन्तु इट् आगमः तु प्रत्ययस्य आगमः, इट् आगमः टित् अस्ति. सो प्रत्ययस्य आदौ भवति टित् कारणेन. तादृश अस्ति. अस्तु, इदानीं मापि ल्योक लट् हलन्त्यम् इति सूत्रेण टकारस्य इत् ल अवशिष्यते, मापि योग ल लस्य तिप्तश्चि इति सूत्रेण मापि योग ति, कर्तरि शप् इत्यनेन मापि योग शप् योग ति, हलन्त्यं लशक्व तद्यते तस्य लोपः इत्यनेन मापि योग अयोग ति, इदानीं शप् सार्वधातुक पित् प्रत्ययः अस्ति अतः अपि च मापि इगन्त अस्ति अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण मापे योग अयोगति, एचोयवायावः इति सूत्रेण माप्योग ऐ योग अयोगति मापयति भवति. एकनिमिषः भगिनि. एकं सूत्रमस्ति तस्य सूत्रस्य तत्र अपवादसूत्रमपि अत्र पश्यतु भगिनि. एतस्य विषये अस्माभिः पूर्वे चिन्तनं न कृतं. सो यदा तत्र मापि इति यः धातुः अस्ति, मापि इति इदानीं निजन्तधातुः इत्युक्ते सनाद्यन्तः धातवः इति सूत्रेण तस्य धातुसंज्ञा भवति. सो मापि इति यः अस्ति अत्र यः इकारः श्रूयते सः निच् प्रत्ययस्य इकारः. एकं सूत्रमस्ति यदा तत्र अनुदात्तनित् आत्मनेपदं देन् स्वरितनित्तकर्त्री अभिप्राये क्रियाफले इति सूत्रमपि पठितम्. अनन्तरम् अस्माभिः पठितं शेषात् कर्तरि परस्मैपदम्. एतानि त्रीणि सूत्राणि एव अस्माभिः पठितम्. अस्मिन् एव प्रकरणे तत्र एकम् अन्यत् सूत्रम् अस्ति णिच्च, णिचः च इति सूत्रम् अस्ति. एतत् सूत्रम् स्क्रीन् दृश्यते वा? अस्मिन् एव प्रकरणे 1374 इफ् ऐ चेक् द पूर्वसूत्रात् अत्र पश्यतु 1372 इति सूत्रं किम् अस्ति, स्वरितणितकर्त्री अभिप्राये क्रियाफले. पूर्व एतत् कुत्र आरभ्यते? द फस्ट् सूत्र इस् अनुदात्तनित दिस् 1361 सः प्रत्ययस्य 1372 आत्मनेपदम् इति तत्र आत्मनेपद इति प्रकरणम् अस्ति. आत्मनेपदम् इति संज्ञा अस्ति. सो अनुदात्तनित आत्मनेपदम् इति आरभ्य तत्र एतानि सर्वाणि भावकर्मणोः इति तत्र कर्तरि कर्म व्यतिहारे इति अनन्तरं तत्र अस्मिन्नेव प्रकरणे तत्र किमस्ति स्वरितनित् देर् आर् लाट्स् आफ् सूत्रस् स्वरितनित् कर्त्री अभिप्राये क्रियाफले कर्त्री अभिप्राये क्रियाफले इति सूत्रस्य अनन्तरम् एव तत्र णिच् च णिचः च णिचश्च इति सूत्रमस्ति तद् सूत्रसङ्ख्या 74 निचश्च अत्र पश्यतु स्वरितणितः कर्त्री अभिप्राये क्रियाफले अत्र तस्य साक्षात् अनन्तरं नास्ति 72 73 74 निचश्च इति सूत्रमस्ति अन्तिमं सूत्रमस्ति शेषात् कर्तरि परस्मैपदम् सो यत्किमपि 77 पर्यन्तं यत्किमपि उक्तम् अस्ति तेषां सर्वेषां स्थितिन्यां विहाय शेषात् धातोः अनन्तरं कर्तरिप्रयोगे परस्मैपदिप्रत्ययः एव आगन्तुं शक्यते इति शेषात् कर्तरि परस्मैपदम् अस्मिन् प्रकरणे एव तत्र णिचश्च इति सूत्रमस्ति सो णिचश्च इति सूत्रे पूर्वसूत्रात् कर्त्री अभिप्राये क्रियाफले द्वयोः पदयोः तत्र अनुवृत्तिः भवति सो णिचश्च इति सूत्रे उक्तमस्ति अत्र तु न दत्तं व्याख्या न दत्तं णिचश्च इति सूत्रेण ये यस्य धातोः अनन्तरं णिच् इति प्रत्ययः आयाति तादृशी यथा मापि इति यः अस्ति मापि इति इदानीम् अन्ते णिच् प्रत्ययः अस्ति सो अनेन सूत्रेण किं भवति अनेन सूत्रेण सर्वे णिजन्तधातवः यस्य धातोः अनन्तरं णिच् प्रत्ययः आयाति अनेन सूत्रेण उत्सर्गिकरूपेण तेषां कर्तृ अभिप्राये क्रियाफले आत्मने पदम् इति तत्र प्रत्ययः एव आयाति इत्युक्ते कर्तृ अभिप्रायक्रियाफले अस्माकं वयं जानीमः यदा क्रियायाः फलं कर्तारम् अभिप्रेति तदा तादृशनिजन्तधातुः आत्मनेपदिप्रत्ययः स्वीकरोति परन्तु अत्र यदि क्रियायाः फलं कर्तारं न अभिप्रेति चेत् निजन्त ये मापि अस्ति तत्र परस्वैपदिप्रत्ययः आगन्तुं शक्यते अनेन किं भगिनि इदानीं किम् अवगतं मापि इति यः अस्ति सः किम् अस्ति उभयपदी उभयपदी उभयपदी भवति सो तत्र मापयति यः यत् उक्तं भवति यत् उक्तं मापयते अपि अस्ति यदि क्रियायाः फलं कर्तारम् अभिप्रेति सो सर्वे निजन्तदातवः यत्र निच् अन्ते अस्ति ते उभयपदिनः दिस् सूत्र वास् नाट् इस् नाट् देयर् बट् दिस् इस् आल्सो इम्पार्टेण्ट् सूत्र बिकास् सर्वेषां धातूनाम् अनन्तरं निच् प्रत्ययः आगन्तुं शक्यते हेतुमति च इति सूत्रेण सो देयर् विल् बि लाट् आफ् धातूस् विच् विल् बिकम् निजन्तदातुः सो प्रायशः तत्र अनेन सूत्रेण निचश्च इति सूत्रेण यदि क्रियायाः फलं कर्तारम् अभिप्रेति तत्र आत्मनेपदं भवति अत्र तु व्याख्या न दत्तम् अत्र लिखितमस्ति इङ्ग्लिष् मध्ये किञ्चित् व्याख्या दत्तमस्ति सो एकवारम् एतत् सूत्रस्य विषये अपि पठतु सो हियर् अस्माकं विवक्षा किम् अस्ति प्रथमपुरुष निष्कृत्यान्तर् लट् लकारस्य प्रथम एकवचनरूपं बट् इट् शुड् हेव् गिवन् न कर्तरिप्रयोगे सो मापयति इति निचन्त लट् लकारस्य प्रथमपुरुष एकवचनरूपम् इदानीम् अस्माभिः किम् अवगतम् निजन्तानां निजन्तधातुः उभयपदिनः भवति दे आल्सो बिकम् उभयपदी दिस् इस् आल्सो टु बि बिकास् आफ् द निचश्च सूत्रं सो निचश्च सूत्रेण यदि क्रियायाः फलं कर्तारं प्रति गच्छति तदा सः धातुः आत्मनेपदिप्रत्ययः अपि स्वीकरोति यदि तादृश कण्डिशन् न पूरितं तादृशविवक्षा नास्ति चेत् शेषात् कर्तरि परस्मैपदम् इति सूत्रेण मापि अनन्तरं वयं परस्मैपदप्रत्ययः अपि योजयितुं शक्नुमः इति तस्य अर्थः भवति. अस्तु, इदानीं तुमुनान्तरूपम् माङ् धातुः अनसूया भगिनी वदति वा भगिनि तुमुन् प्रत्ययस्य मा धातुः तुमुन् प्रत्ययः मा धातुः तुमन् प्रत्ययस्य अधिक नकारस्य इत्संज्ञा भवति यथा मा एव अवशिष्यते मा अधिक तुमन् तुमुन् प्रत्यये के के अनुबन्धाः न एव अन्ते उपस्थितः उकारः अपि अपगच्छति उकारः अपि अवगच्छ उकारः उच्चारणार्थम् अतः तदपि अवगच्छति तुम् एव अवशिष्यते मातुम् इति भवति वा मातुम् इति रूपं सत्यम् अत्र किमपि कार्यं नास्ति इत्युक्ते अत्र मा नैदर् मी भवति नाट् मि भवति गुमा स्थापा अपि च द्यति स्यति इत्यनेन कार्यं नास्ति अत्र किमर्थं तुमुन् इति प्रत्यये कित्वं नास्ति नित्वं नास्ति सो नित् भिन्न प्रत्ययः अस्ति तुमुन् सो यदा परे आकारान्त एतेषां मा धातुः अनन्तरं यदा कित् प्रत्ययः आयाति तदा एव तकारादि कित् आयाति चेत् तकारादि कित् आयाति चेत् ह्रस्व इकारादेशः भवति आस्थाने कोऽपि हलादि कित् तकार भिन्न कोऽपि हलादि कित् प्रत्ययः अस्ति चेत् तत्र दीर्घयी इति आदेशः भवति. अत्र पश्यतु भगिनि, वाट् इस् द हौ डस् द सूत्रास् अप्लै. मा धातुः दिवादिगणे कुत्र अस्ति दिवादि अत्र दिवादिगणस्य मा धातुः कुत्रापि न दृश्यते अच्च कर्तरीपे विरटलकाररूपं कुत्र अस्ति अत्र कुत्रापि यः कर्तरी लकारेषु तत्र कुत्रापि मा मीन न मीन दृश्यते किमर्थम् अत्र यदा तत्र शन् प्रत्ययः आयाति एतद् धातुः दिवादिगणस्य धातुः शन् प्रत्ययः किं कीदृशप्रत्ययः अस्ति शन् प्रत्यये यकारस्य इति अस्ति यकारः अस्ति अत्र तदा शन् शित् अस्ति प्रायशः अस्माभिः पूर्वस्मिन् वर्गे अपि तत्र एतत् किमर्थम् अत्र एकवारं वदतु एकवारं पृच्छामि अत्र अत्र शन् प्रत्ययः सार्वधातुक् अपित् प्रत्ययः सार्वधातुक् अपित् प्रत्ययः कथं भवति सार्वधातुकम् अपित् इति सूत्रेण निद्वद् भवति सो घूमा स्थापा गा जहाति सां हलि इति सूत्रेण हलादि कित् कित् नित् प्रत्ययकार्यमस्ति. सो अत्र किमर्थं न भवति अस्माभिः एतत् भागं पूर्वस्मिन् वर्गे तत्र एतस्य विषये चिन्तनं कृतम् अत्र किमर्थं तत्र मा मी न भवति? अत्र तु शं प्रत्यय चकारः गुणम् अनुमोदयति, गुणं प्रेरयति, परन्तु उपकारः नास्ति, अनुमोदनं कदे करणीयं कर्तुं उपकारः नास्ति, अतः गुणः न भवति. अत्र तु गुणप्रसङ्गः एव नास्ति न भगिनि? अत्र ईगन्तदातु नास्ति, प्रसङ्गः एव नास्ति. अत्र गुणप्रसङ्गः नास्ति. मम प्रश्नः अस्ति मा किमर्थं मी न भवति? घूमा स्थापा इति सूत्रस्य प्रसक्तिः अत्र किमर्थं नास्ति? या अत्र हलादि कित् प्रत्ययः अस्ति न भगिनि? यकारः हल् वर्णः, शनित्प्रत्ययः णित् प्रत्ययः. सो मा धातुः अनन्तरं हलादि णित् प्रत्ययः अस्ति. सो मा धातुः अनन्तरं हलादि णित् प्रत्ययः अस्ति चेत् किमर्थम् अत्र घूमा स्थापा इति सूत्रस्य कार्यं नास्ति? पूर्वस्मिन् वर्गे अपि एतस्य विषये अस्माकं डौट् आसीत्, परन्तु भवती उक्तवती किणिति हलादिप्रत्ययपरि तत्र आर्धधातु. तदेव अस्ति बिन्दु. वाट् ऐ वास् थिङ्किङ्ग् वै मा इस् नाट् बिकमिङ्ग् मी ओवर् हियर् बिकास् यकारः हलादि, स्यापि हलादि. प्रत्यये किमर्थं न भवति? सो तत्र घूमास्थापा इति सूत्रे, घूमास्थापा इति सूत्रे आर्धधातुके इत्यस्य अधिकारः अस्ति. पूर्वस्मिन् वर्गे अपि अनुसूया भगिनी, पूर्वस्मिन् वर्गे अपि अस्माभिः तत्र पठितं न, घूमास्थापा इति सूत्रे आर्धधातुके इत्यस्य अधिकारः अस्ति. शन् प्रत्ययः अणित् अस्ति, णित् प्रत्ययः अस्ति, हलादि अस्ति, परन्तु आर्धधातुक् नास्ति, सार्वधातुक् अस्ति. तत्र षित् षकारस्य इत् अस्ति, अतः तिंशित् सार्वधातुकम् इत्यनेन सह सार्वधातुक् भवति, न तु आर्धधातुक्. अतः एतत् सूत्रस्य प्रसक्तिः तत्र न भवति. मा मा एव तिष्ठति, मा मी न भवति, बिकास् हलादि कितिनीति यः कार्यमस्ति सः आर्धधातुके अपि अस्ति, एतदपि सप्तमी अस्ति. सो आर्धधातुक् हलादि कितनित् प्रत्ययपरे आम् स्य इति प्रत्ययः कितनित् नास्ति, सत्यं. स्य तथैव यदा तत्र लृट् लकारस्य विवक्षा अस्ति, लृट् लकारे शतासि लृ लृटो इति सूत्रेण तत्र स्य प्रत्ययः आयाति. स्य प्रत्ययः आर्धधातुक् अस्ति, हलादि अस्ति, परन्तु कित्नित् नास्ति, अतः तत्रापि मास्यति, मास्यते इति रूपम् अस्माभिः दृष्टं न. मा धातुः तः लृट् लकारस्य रूपं मास्यते इति अस्ति. सो यदा अत्र स्य प्रत्ययः मध्ये आयाति, लकारनिमित्ते क्विकरन् आयाति मध्ये, शतासि लृ लृटो इति सूत्रेण स्य प्रत्ययः हलादि अस्ति, आर्धधातुक् अस्ति, परन्तु कित्नित् नास्ति. अत्र स्य प्रत्यये किमपि अनुबन्धवर्णः नास्ति, अतः मा मा एव तिष्ठति, मा मी न भवति, मा मि न भवति, बिकास् स्य प्रत्ययः अपि कित्नित् नास्ति. इस् एव्रिबडि अण्डर्स्टाण्डिङ्ग् वाट् ऐ वास् डिस्कसिङ्ग्? सर्वैः अवगतं वा एतत् बिन्दु? मञ्जरी भगिनि अवगतं वा भगिनि? ऐ वास् चेकिङ्ग् एक्चुलि वेर् दिस् मा हेस् बिकम् मी. सो कुत्रापि अत्र लकारेषु कुत्रापि मा मी न भवति, बिकास् नौ ऐ नो द कारणम्. शन् प्रत्ययः यद्यपि हलादि अस्ति, णित् अस्ति, कितिनिति परे एव ईत्वं भवति, परन्तु शन् प्रत्ययः सार्वधातुक् णित् अस्ति, न तु आर्धधातुक् णित्. सो मा यदा मी भवति, सः आर्धधातुक् हलादि कितिनित् प्रत्ययपरे भवति, मा मी. तथैव मा मि कदा भवति तकारादि केवलं तकारादि कित् प्रत्ययपरे तकारादि कित् प्रत्ययः यः तत्र व्याकरणे सः अत्र पश्यतु तव तु त्वा प्रत्ययः तकारादि कित् अपि च तव तु प्रत्ययः तकारादि कित् प्रत्ययः क्त प्रत्ययः तकारादि कित् प्रत्ययः सो हि अत्र सर्वत्र अत्र पश्यतु भगिनि स्क्रीन् मध्ये दृश्यते मा हेस् बिकम् मि अत्रापि मि अत्रापि मि सो अत्र केन सूत्रेण मा मि बिकम् ध्यति स्यति मा स्थाम् वट् वास् देट् सूत्रम् ती किति ध्यति स्यति इति तत्र किति सो केवलं यस्मिन् प्रत्यये कित्वम् अस्ति अपि च यः तकारादि अस्ति तत्र मा विल् बिकम् मि नाट् मी कुत्र मी दृश्यते वा अत्र नास्ति ल्युट् प्रत्ययः कित्नित् नास्ति अनियर् प्रत्ययः कित्नित् नास्ति नवुल् प्रत्ययः अपि कित्नित् भिन्नः तुमुन् अपि कित्नित् भिन्नः एते सर्वे सामान्य अर्धधातुप्रत्ययः तव्या अपि कित्वं नास्ति तकारादि अस्ति परन्तु कित्वं नास्ति तृच् प्रत्ययः अपि कित्वं नास्ति ल्यप् अपि तादृश ल्यप् तु त्वास्थाने आदेशः शानच् शत्रुशानच् अपि तादृश न सन्ति सो अत्र अत्र एतत् मि एव आदेशः भवति सो दिस् इस् अबौट् मा धातुः सो मा धातुः इदानीं तत्र अभवत् सो आकारान्त मा धातुविषये द्यति स्यति अपि च घूमा स्थापा एतत् सूत्रद्वयं तत्र अस्माभिः स्मर्तव्यम् अपि च यदा निच् प्रत्ययः आयाति आकारान्त् अस्ति अतः पुकागमः अपि भवति अत्र सो आकारान्तानां विशेषरूपेण पुकागमः भवति कुत्रचित् युकागमः भवति सूत्राधारीकृत्य अस्माभिः तत्र द्रष्टव्यम् इदानीं तु मा धातुः तुमुनान्त अभवत् किमपि नास्ति सो बुध धातुविषये एकवारं चिन्तनं करोतु इदानीं तु समयः अभवत् कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु नो चेत् अत्र स्थगामः सर्वैः अवगतं वा मा विषये माङ् धातुविषये ऐ विल् सी इफ् ऐ गेट् एनी दिस् टेक्स्ट् अबौट् इक्षिप्तो धातुनिर्देशः मे बि सम् डाक्युमेण्ट् इस् देयर् इफ् ऐ फैण्ड् देन् ऐ विल् शेर् वित् यु अस्तु अत्र स्थगामः प्रश्नः नास्ति चेत् जगदीश महोदय कृपया शान्तिमन्त्रं पठतु महोदय नमः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव वशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ तत्सत् नमस्काराः धन्यवादाः पुनः मिलामः धन्यवादः धन्यवादः धन्यवादः धन्यवादः महोदय धन्यवादः